पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 2 व्यास उवाच सृष्टेरादौ महाविष्णुशिश्रुक्षुः सकलं जगद स्रष्टा पादा च संहर्ता त्रिमूर्तिरभवत् स्वयम् सृष्ट्यर्थमस्य जगदः ससर्ज ब्रह्मसंज्ञकम् दक्षिणां गद आत्मानमात्मना श्रेष्ठ पुरुषः ततस्तु पालनार्थाय जगदो जगदीपतिः विष्णुं ससर्ज वा मां शान्निजांशं केशवं मुने अधसंहरणार्थाय जगदो रुद्रमव्ययं मुने ससर्ज मध्याङ्गात् कृतपद्मालयप्रभुः रजसत्त्वं तमश्चेदि पुरुषं त्रिगुणात्मकं वदन्ति केचिद्ब्रह्माणं विष्णुं केचिच्च शङ्करम् एको विष्णुस्त्रिधा भूत्वा सृजत्यति च पाति च तस्माद्भेदो न कर्तव्यस्त्रिषु लोकेषु सत्तमैः आद्या प्रकृतिरेदस्य महाविष्णोः परात्मनः निदानं भूतविश्वस्य विद्या विद्येदि गीयते भावाभावस्वरूपा सा जगद्धेतुः सनातनी ब्राह्मी लक्ष्मीरम्बिकेदि त्रिमूर्तिः सहसा भवद सृष्टिस्थितिविनाशेषु यां नियोज्य तदो मुने आद्यां चैवाद्य पुरुषस्तत्रैवान्तरधीयत यस्याज्ञया तदो ब्रह्मा महाभूतान् ससर्जः पृथिव्याकाशवायुवम्बु वह्नीन् पञ्चसमाधिना दुर्भुवस्वस्तथा चैव महश्चैव जनस्तथा तपश्च सत्यमित्यादीन् सृष्टवान् कमलासनः अतलं सृष्टवान् ब्रह्मा तदोधो वितलं द्विज तदोद्धस्सुतलं चैव तदोद्धश्च तलातलं महातलमधस्तस्मात्तदोद्धश्च रसातलं तस्मादधश्च पादालं लोकानेवं यथाक्रमम् देवतानां निवासार्थं रत्नसानुं महागिरिं सृष्टवान् पृथिवीमध्ये जाम्बूनद समुज्ज्वलम् मन्दरं चरमं चैव त्रिकूटमुदयाचलम् अन्यांश्च पर्वतांश्चैव सृष्टवान् विविधानपि लोकालोकस्ततश्चैव तन्मध्ये सप्तसागराः सप्तद्वीपाश्च विप्रेन्द्र परमेश स्वयम्भुवा जम्बूद्वीपो द्विजश्रेष्ठद्वीपश्च प्लक्षसंज्ञितः विज्ञेयो द्विगुणस्तस्माच्चाल्मलो द्विगुणस्तदः ते च प्रक्षादयो द्वीपा सर्वभागसमन्विताः समस्तगुणसंयुक्ता देवदेवर्षिमूर्तयः सप्तद्वीपा इमे विप्र सप्तसागरवेष्टिताः तेषां नामानि वक्ष्यामि सागराणां निशामय लवणेषु सुरासर्पिर्दधि दुग्धजलान्तकाः ये ते समुद्रा देवर्षे पूर्ववस्माच्च परः पराः विज्ञेयाद्विगुणाः सर्व आलोकालोकपर्वताः द्वीपे द्वीपे तदो ब्रह्म वृक्ष गुल्मलतादिकान् तिर्यग्योनि गदाञ्जन्तून् दृष्टवान् द्विजसत्तम अथ देवान्मनुष्यांश्च नागान्विद्याधरांस्तथा क्रमात् ससर्जपुत्रांश्च ततो दक्षादिकान्मुनीन् ब्रह्मक्षत्रियविक्षूद्रानन्यांश्चैवां त्यजांस्तथा तेषां च वर्तनादीनि सृष्टवान् स प्रजापतिः हेमाद्रिदक्षिणं यद्वै विन्ध्याद्रेरुत्तरं तथा आहुस्तद्भारतं वर्षं शुभाशुभफलप्रदम् आसाद्य भारते वर्षे ये जन्मनि नरोत्तमाः धर्मकर्माणि कुर्वन्ति ते सर्वे केशवोपमाः कर्मभूमौ कृतं कर्म शुभं वा शुभमेव वा तत्फलं भुञ्जते लोको भोगभूमिषु सत्तम कर्मभूमिं समागत्य यो धर्मकर्म सूद्यदः न च तेन समः कोऽपि त्रिषु लोकेषु विद्यते तस्य स्यात् सफलं जन्म जीवितं च सुजीवितं श्रीनारायणसेवायां मदिर्यस्य न विद्यते जन्मकोट्यर्जितैः पुण्यैः संसारैकाधिनायके नारायणे देवदेवे भक्ति स्यात् सुदृढा नृणां समस्तसुखदश्चापि सश्लाघ्यो निर्भयोऽपि च त्याज्यः स देशः सहसा नातिष्ठेद्यत्र वैष्णवः जन्मान्तरार्जितं पापं स्वल्पं वा यदि वा बहु तत्क्षणात् क्षयमाप्नोति भगवद्भक्तदर्शनाद् वैष्णवाङ्घ्रिजलं यस्तु समस्तपादकापहं वहेत् स्वशिरसा भक्त्या गङ्गास्नानेन तस्य किं मुहूर्तमपि यः कुर्यात् सद्गं भागवतैः सह समुच्यते सर्वपापैर्ब्रह्महत्यामुखैरपि धर्मकर्माणि विप्रेन्द्र क्रियन्ते यानि कानि च भगवद्भक्तपुरस्तानि स्युर्रक्षणाय च मुहूर्तं वा मुहूर्तार्धं यत्र तिष्ठन्ति वैष्णवाः सत्यं सत्यं पुनः सत्यं तत्तीर्थं तत्तपोवनम् अन्नं वा सलिलं वापि फलं वा वैष्णवाय च यत्किञ्चिद्दीयते विप्र तद्दानमक्षयं भवेद् समस्तदेवतारूपो वैष्णवः परिकीर्तितः स चेत् सन्तोषितो येन तोषिताः सर्वदेवताः संसारेऽस्मिन् महाघोरे नानादुःखसमन्विते भगवद्भक्तपुरुष कदाचिन्नावसीदति तस्मात् त्वमपि विप्रेन्द्र क्रियायोगेन केशवम् समाराध्य सदा भक्त्या व्रज विष्णोः पदं परं सूद उवाच तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः शिरसाञ्जलिमादाय जैमिनिः पर्यपृच्छत जैमिनिरुवाच भगवद्भक्तमाहात्म्यं त्वया प्रोक्तं पुनः पुनः गुरो किं लक्षणं तेषां तत्सर्वं ब्रूहि साम्प्रतं कथं वा वैष्णवा लोकाज्ञातव्या मुनिसत्तम आदितो ब्रूहि तत्सर्वं यदि ते मय्यनुग्रहः व्यास उवाच मधु कैडभयोः पूर्वं हदयोर्वेधसा स्वयं पृष्ठो यदाह भगवांस्तन्निशामय वेद्म्यहं कल्पान्ते रुद्ररूपेण संहार्य सकलं जगद स्वयमेकश्च भगवान् सुष्वाप योगमायया सुप्ते तस्मिन् भगवति योगनिद्रा विमोहिते अभवत्पृथिवी सर्वा सलिलौकपरिप्लुता अदो ब्रह्मा जगत्स्रष्टा तन्नाभिकमलोपरि तमादिपुरुषं ध्यात्वा तस्थौ तद्गतमानसः तस्मिन् काले महाघोरे विष्णो कर्णमलाद्विज जादौ महासुरौ घोरौ मधुकैडभसंज्ञितौ अन्तरिक्षे ब्रह्मं तौ तौ दानवावधिदारुणौ श्रीविष्णोर्नाभिकमले ब्रह्माणं तावपश्यताम् तं हं तु मथ दैत्यौ तौ महाबलपराक्रमौ उद्यमं चक्रदुर्विप्रक्रोधसंरक्तलोचनौ ततो ब्रह्मा जगत्स्रष्टा विचिन्त्य तद्वधं हृदा योगनिद्रां भगवतीं तुष्टावश्लक्ष्णया गिरा तस्य स्तवं समाकर्ण्यब्रह्मणः परमेष्ठिनः उवाचेदि वचः प्रीत्या किं तेऽभिमदमुच्यतां ब्रह्मोवाच अत्युग्रदानवावेदौ हन्तुं मां कृतनिश्चयौ मायया मोहयक्षिप्रं त्रातारमच्युदं त्यज ततो भागवती निद्रा महाविष्णुं तमत्यजद दानवाभ्यां ततस्ताभ्यामन्तरिक्षे कृपामयः युयोधे बाहुयुद्धेन शरणागतवत्सलः पञ्चवर्षसहस्राणि कृत्वा युद्धं सुदारुणं विजयं नागमत् कोऽपि न च कोऽपि पराभवम् अथ तौ दानवौ तत्र महामाया विमोहितौ वरं वृण्विति चास्मत्तो गदधां केशवं प्रति ततः प्रहस्य देवेश उवाचेति वचो द्विज यदि तुष्टौ च वां दैत्यौ मद्वध्यौ भवदं द्रुतौ ततस्थौ दानवौ घोरौ भगवन्तं जनार्दनम् इत्युचतुर्महामायौ महामाया विमोहितौ अयमेव वरो दत्तो भवतेनात्र संशयः मारयावां विना वारी मही यत्र जनार्दन महासुरौ ततस्तौ दु आनीय जखनं प्रति निखतौ सहसा विप्र चित्रया चक्रधारया चक्रिणा निहतौ दृष्ट्वा दानवौ मधुकैडभौ तुष्टाव देवदेवेशं ब्रह्मा विगतसाध्वसः ब्रह्मोवाच नमो नमस्ते परमेश्वराय प्रपन्न सर्वार्थिविनाशनाय नमो नमस्ते त्रिगुणात्मकाय नारायणायामिदविक्रमाय त्वत्पादपाधोजयुगं प्रपन्ना जना क्वचिन्नो विपदं मनुष्याः ये धन्मया ज्ञातमनन्दकीर्ते सद्यो हृतेयं महदी ममापद योगेश्वरोऽसि सदयोऽसि जगत्त्रयेश देवदेवशरणागतपालकेश त्वं निर्दयोरिनिकरस्य विनाशनेषु यद्रक्षितोऽहमसुरौ निहतौ त्वयैतौ यद्यप्यत्यन्तकठिनौ मधुकैडभौतौ मन्ये तथापि स्वजना विहचेदसाहं यस्मात् स्वजीवनविनाशवरप्रदानैः सन्तोषितोऽखिल शुभप्रद ईश्वरस्त्वं रम्यं जगत्त्रयमिदं पुरुषस्य तस्य नश्यन्ति सर्वरिपवस्वकुलैः समेताः वृद्धिं व्रजन्ति सुहृदोऽखिल बान्धवांश्च यं पश्यसि त्वममरेश दयाभिरत्र लक्ष्मीमुखाम्बुजमधुव्रतदेवदेव संसारलोकभयशोकविनाशकारिन् त्वच्चारुपादकमलद्वयमाश्रयन्तं मां पाहि नाथ कृपया सददं नमस्ते प्रसीद पुण्डरीकाक्षप्रसीद कमलेश्वर प्रसीद सर्वभूतेश विश्वंभर नमोऽस्तु ते नमस्ते भक्ततुष्टाय नमस्ते भक्तिदायिने नमस्ते ज्ञानरूपाय शरणं मे भवानख नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः परित्राहि परित्राहि परित्राहि जगन्मय व्यास उवाच ये तैरन्यैरभिस्तोत्रैर्ब्रह्मणा लोककारिणा स्तुतस्य देवो भगवान् परमां प्रीतिमाययौ श्रीभगवानुवाच स्तोत्रेणानेन ते भक्र्या तुष्टोऽस्मि कमलासन किमस्त्यभिमदं ब्रूहि तत्ते दास्याम्यहं भुवि ब्रह्मोवाच यदि तुष्टोऽसि देवेश करुणाब्धे जगन्मय नापतस्तव भक्तानां भवन्त्विति वरो मम श्रीभगवानुवाच एवमस्तु सुरश्रेष्ठ दत्तोऽयं ते मया वरः मद्भक्तस्य कदाप्यापन्न भवेत्क्षितिमण्डले वैष्णवानां शरीरेषु सततं निवसाम्यहं लभन्ते नापदस्तस्मात् कदा चिद्वैष्णवा नराः ब्रह्मोवाच सर्वमेव जगन्नाथत्वया दत्तं न संशयः यद्येतौ जमहादैत्यौ सङ्ग्रामे विनिपादितौ कियत्कालं समासाध्यस्तोत्रेणानेन वै प्रभो स्तौदित्वां परया भक्र्या तस्य त्रादा भविष्यसि अहो ध्यानैरभिध्यातुं देवैस्त्वं न हि शक्यते सत्त्वं वैष्णवदेहेषु भ्रमसीत्यद्भुतं महद क्षणमात्रमपि स्वामीं त्वयि तुष्ठेन किं भवेद सत्त्वं वैष्णवसङ्गेन भ्रमसीत्यद्भुतं महद के वैष्णवा कैडभारे किं वा तेषां च लक्षणं कथं ज्ञेयास्तु ते सर्वे तन्मे कथय केशव श्रीभगवानुवाच वैष्णवानां लक्षणानि कल्पकोटिशतैरपि सम्यग्वक्तुं न शक्तोऽस्मि संक्षेपाच्छृणु सत्तम संसारो वैष्णवाधीनो देवा वैष्णवपालिताः अहं च वैष्णवाधीनस्तस्माच्छ्रेष्ठाश्च वैष्णवाः क्षणमात्रमपि ब्रह्मन् विहाय वैष्णवं जनं तिष्ठामि नाहमन्यत्र वैष्णवा मम बान्धवाः कामक्रोधविहीना ये हिंसादम्भविवर्जिताः लोभमोहविहीनाश्च ज्ञेयास्ते वैष्णवा जनाः अमत्सरादयायुक्ताः सर्वभूतहितैषिणः सत्योक्ति भाषिणश्चैव विज्ञेयास्ते च वैष्णवाः धर्मोपदेशिनश्चैव धर्माचारधरास्तथा गुरुशुश्रूषिणश्चैव विज्ञेयास्ते च वैष्णवाः समानं ये च पश्यन्ति त्वां च मां च महेश्वरं कुर्वन्ति पूजामधिधेर्ज्ञेयास्ते वैष्णवाजनाः वेदविद्यानिरुक्ता ये विप्रभक्तिरताः सदा न पुंसपाः परस्त्रीषु ज्ञेयास्ते वैष्णवाजनाः एकादशी व्रतं ये च भक्तिभावेन कुर्वते गायन्ति मम नामानि ज्ञेयास्ते वैष्णवाजनाः देवायतनकर्तारस्तुलसी माल्यधारकाः पद्माक्षधारिणो ये च ज्ञेयास्ते वैष्णवाजनाः शङ्खचक्रगदा पद्मैरङ्गितानि ममायुधैः ब्रह्मण्येषां शरीराणि ज्ञेयास्ते वैष्णवाजनाः धात्रीफलस्रजो येषां गलेषु कमलासन मां पूजयन्ति तत्पत्रज्ञेयास्ते वैष्णवाजनाः तुलसीमूलमृद्भिश्च तिलकानि नयन्ति ये तुलसीकाष्ठपङ्कैश्च ज्ञेयास्ते वैष्णवाजनाः गङ्गास्नानरता ये च गङ्गानामपरायणः गङ्गामाहात्म्यवक्तारो ज्ञेयास्ते वैष्णवाजनाः शालग्रामशिला येषां गृहे वसति सर्वदा शास्त्रं भागवतं चैव ज्ञेयास्ते वैष्णवाजनाः सम्मार्जयन्ति ये नित्यं मम स्थानानि सत्तम दीपं यच्छन्ति तत्रैव ज्ञेयास्ते वैष्णवा जनाः शीर्णं मन्मन्दिरं ये च कुर्वन्ति नूतनं पुनः तत्रायतनशोभां च ज्ञेयास्ते वैष्णवाजनाः अभयं यजयच्छन्ति भीरुभ्यश्चतुरानन विद्यादानं च विप्रेभ्यो ज्ञेयास्ते वैष्णवाजनाः मत्पादसलिलायैर्येषां सिक्तानि मस्तकानि च मम नैवेद्यमश्नन्ति ज्ञेयास्ते वैष्णवाजनाः क्षुतृप्रपीडितेभ्यश्च ये यच्छन्त्यन्नमम्भुज कुर्युर्ये योगशुश्रूषां ज्ञेयास्ते वैष्णवाजनाः आरामकारिणो ये च पिप्पलारोहिणोऽपि च गोसेवां ये च कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः तडागग्रामकर्तारकन्यादानरताश्च ये सेवन्ते स्वशूरौ ये च ज्ञेयास्ते वैष्णवा जनाः सेवन्ते ज्येष्ठभगिनीं ज्येष्ठभ्रातरमेव च परनिन्दां न कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः वैष्णवेषु गुणाः सर्वे दोषलेशो न विद्यते तस्माच्चतुर्मुखत्वं च वैष्णवो भवसाम्प्रदं समाराधय मां नित्यं क्रियायोगैः प्रजापदे सर्वमेवाशुभद्रं ते भविष्यदि न संशयः देवस्वं ब्राह्मणद्रव्यं परस्वं च चतुर्मुख पश्यन्ति विषवध्ये च ज्ञेयास्ते वैष्णवाजनः पाखण्डभक्तिरहिताः शिवभक्तिपरायणाः चतुर्दशी व्रतरता ज्ञेयास्ते वैष्णवाजनाः बहुनात्र किमुक्तेन भाषितेन पुनः पुनः ममार्चां ये च कुर्वन्ति विज्ञेयास्ते च वैष्णवाः भूय पूर्वस्थितमिव सृज्यतां सकलं जगद इत्युक्त्वान्तर्दधे देवस्तत्रैव परमेश्वरः ततस्तु पूर्ववद्ब्रह्मा सृष्टवान् सकलं जगद क्रियायोगैर्हरिं चेष्ट्वा जगाम परमं पदं ये पठन्ति ममध्यायं भक्त्या नारायणाग्रदः सर्वपापविनिर्मुक्ता अन्ते यान्ति हरेर्गृहम् इति श्री पद्मे महापुराणे क्रियायोगसारे द्वितीयोऽध्यायः ॐ